गतरविवासरे तत्र अदन्तानाम् अनदन्तानाम् अङ्गानां कृते सिद्धतिङ् प्रत्ययः कथं निर्मीयन्ते इति अस्माभिः पठितं परस्मैपदी धातूनां कृते. तत्र अस्माभिः पठितं यत् अधिकः भेदः नास्ति, कश्चन एव भेदः अस्ति कुत्रचित्. प्रथमः अस्ति यत् लट् लकारे तु अस्माभिः दृष्टं यत् केवलं बहुवचने कश्चन भेदः अस्ति, तदपि अभ्यस्त अङ्गानां कृते, अन्यथा तु भेदः नास्ति. लोट् लकारे अस्माभिः दृष्टं यत् केवलं मध्यमपुरुषे एकवचने भेदः अस्ति, तत्र अदन्त अङ्गः अस्ति चेत् प्रत्ययस्य लोपः भवति, अनदन्त अङ्गः अस्ति चेत् स्थिप्रत्ययस्य स्थाने हि इति भवति हि. तदनन्तरं तृतीय लङ् लकारे तु कोऽपि भेदः नास्ति. तत्पश्चात् विधिलिङ्लकारे तु पूर्णतया भिन्नः अस्ति, यतोहि अदन्त अङ्गः अस्ति चेत् यास् सुट् यत् आगमः अस्ति तस्य स्थाने इय भवति अतो येयः इति सूत्रेण, परन्तु तादृशः आदेशः अनदन्त अङ्गानां कृते न भवति, अतो येयः सूत्रं कार्यं न करोति. अतः अनदन्तानाम् अङ्गानां कृते तु विधिलिङ्गप्रत्ययाः सर्वत्र भिन्नाः सन्ति परस्मैपदधातूनां कृते इति अस्ति. इदानीम् अग्रे अस्ति आत्मनेपदधातूनां कृते विषयः कः अस्ति इति अस्माभिः इति अस्माकम् इदानीं प्रश्नः अस्ति. तर्हि अत्र मीना महोदय पठतु आत्मनेपदस्य तिङ् प्रत्ययः अदन्ते अनदन्ते च भेदः. आत्मनेपदस्य तिङ् प्रत्ययाः अदन्ते अनदन्ते च भेदः. आत्मनेपदस्य लटि लोटि लङि च समानेषु त्रिषु प्रत्ययेषु भेदः अधः पश्यन्तु. अनदन्ताङ्गानां कृते लटि सिद्धप्रत्ययाः ते आते अते से आथे द्वे ए वहे महे लटि. अनदन्ताङ्गानां कृते लोटि सिद्धप्रत्ययाः ताम् आताम् अताम् स आथां द्वम् ऐ आवहे यामहे लोटि. अनदन्ताङ्गानां कृते लङि सिद्धप्रत्ययाः त आताम् अत थाः आतां द्वम् इ वहि महि. त्रिषु अत्र वदतु अदन्त अङ्ग अस्ति चेत् एतेषां त्रयाणां प्रत्ययानां किं रूपं भवति? अदन्ताङ्गानां लटि सिद्धतिङ्प्रत्ययः एव, परन्तु अदन्त अङ्ग अस्ति चेत् आते अते आथे एतेषां लट् लकारे एतेषां रूपं किं भवति? स्मरति वा? आत्मपद आतां च विधिलिङ्ग तत्र विधिलिङ्ग सिद्धप्रत्ययः के सन्ति इति प्रश्नः अस्ति वा? मूलप्रत्ययः तु तव आतांश सन्ति, तत्तु नास्ति. सीतः अन्ति सीतः आत्मनेपदि आत्मनेपदि ते आते अते ते आते अते अस्ति वा? अदन्ताङ्ग सेव सेव धातोः रूपाणि वदन्तु. सेव सेवधातोः आत्मनेपदि लट् लकाररूपाणि कानि सन्ति वदतु. पटे पटे पटे पटे तां पठन्ते महोदय. पठधातु पठधातु आत्मनेपदि अस्ति वा? सेव सेवते सेवते सेवते सेवते अन्ते से इते द्वे ये वहे महे महोदय. न तत्र सम्यक् अस्ति. तत्र सेवते सेवेते सेवते सेवन्ते सेवते सेवेते अस्ति, नाम द्विवचने प्रत्ययः अस्ति इते, परन्तु अनुदन्तानाम् अङ्गानां कृते प्रत्यय अस्ति आते, तथैव द्विवचने सेवते सेवेथे सेवध्वे, द्विवचन मध्यमपुरुष अपि प्रत्यय अस्ति अदन्ताङ्गानां कृते इथे, परन्तु अत्र अस्ति आथे, तर्हि तत्र भेदः अस्ति यत् तत्र प्रत्ययस्य आदिम आकारस्य स्थाने इकारः भवति आत्मा अदन्त अङ्गानां कृते, तादृश इकारः अनदन्तानाम् अङ्गानां कृते न भवति. अन्ते सेवते सेवे एते ते एते एते वा सेवते. तर्हि कोऽपि कोऽपि कोऽपि स्मरति वा तत् आकारस्य स्थाने इकारः अदन्त अङ्गानां कृते केन सूत्रेण भवति? अस्माकं पठितमस्ति पूर्वम् आते ये हार् उत्तमस्य पिच्च उत्तमपुरुषे आत हे अतो हे तु मध्यमपुरुषे लोट् लकारे परस्मैपदि न भवति. विजयमहोदय आतो नितः इति सूत्रमासीत् खलु, तत्र आतोनितः एकं सूत्रमासीत् तत् वदति यत् अदन्त अङ्गः अस्ति चेत् आदिम आकारस्य स्थाने इकारः भवति. तर्हि अदन्त अङ्गः अस्ति चेत् आदिम आकारस्य स्थाने इकारः भवति इति सूत्रेण ते इते अन्ते ते इते से इथे इदं सर्वं भवति, परन्तु अदन्त अङ्गं नास्ति चेत् इकारस्य इकारः न भवति, आकारः एव तिष्ठति. अतः प्रत्ययानां भेदः प्रत्ययेषु भेदः भवति. अस्तु मीना महोदय तद् अग्रे पठतु. त्रिषु लकारेषु भेदः भवति, त्रिषु लकारेषु भेदः भवति. प्रथमपुरुष मध्यमपुरुषयोः द्विवचने प्रथमपुरुषस्य बहुवचने आते अते आथे. अतः उदाहरणार्थं यत्र अहम् अददम् अङ्गम् अदन्तमस्ति रूपाणि एवं भवन्ति लटि प्रकाशते प्रकाशेते प्रकाशन्ते. यत्र अङ्गम् अनदन्तमस्ति रूपाणि एवं भवन्ति लटि चिनुते चिन्वाते चिन्वते. अस्तु तर्हि धन्यवादः महोदय. तर्हि आत्मनेपदे लट् लोट् लङ् मध्ये केवलं प्रथमपुरुषद्विवचन मध्यमपुरुषद्विवचन प्रथमपुरुष बहुवचन तत्र एव भेदः अस्ति, अन्यत्र भेदः नास्ति. एतत्र भेदः किमर्थमस्ति अग्रे पठामः. विजि महोदय अग्रे पठतु. त्रिषु लकारेषु इति आरभ्य वा महोदय? तथा किमर्थम् इति अधः वीक्ष्यताम्. प्रथमबिन्दु प्रथमपुरुष मध्यमपुरुषयोः द्विवचने. पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तम् अस्ति चेत् तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति. द्विवचने मूलप्रत्ययो आताम् आथाम् अनयोः स्थितस्य आकारस्य स्थाने इ आतोङितः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्थं स्यात्. तर्हि लटि इते इत्ते लोटि इताम् इथां लङ्गि इताम् इथाम्. परन्तु अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवत्येव. अनन्द अनन्द अनदन्ताङ्गेषु लटि आर्थे आर्थे इत्येव भवतः लोटि आताम् आताम् इत्येव भवतः लङ्गि आताम् आथाम् इत्येव भवतः तर्हि आतोमितः इति सूत्रं तस्य निमित्तमस्ति किम् अदन्त अङ्गम् अस्ति अदन्त अङ्गम् अस्ति चेत् आतो इन्दितः इत्यस्य प्रसक्तिः अस्ति बहु किमपि कार्यं नास्ति तत्र पश्यतु अदन्त अङ्गानां कृते यत्र यत्र अदन्त इति निमित्तं गृहीत्वा सूत्राणि सन्ति तत्र एव भेदः भवति नाम अदन्त अङ्गानां कृते अस्माभिः वयं सर्वे सर्वाणि सूत्राणि वयं जानीमः तत्र सूत्रे पश्यतु ओके अस्तु अस्मिन् सूत्रे अदन्त इति अङ्गस्य निमित्तम् अस्ति वा नास्ति अस्तु तर्हि अस्य सूत्र अस्मात् सूत्रात् अदन्त अनन्त अङ्गानां भेदः न भवति अस्मिन् सूत्रे अङ्ग अदन्तम् अस्ति वा निमित्तमस्ति वा ओ अस्ति अतः अस्य सूत्रस्य कार्यम् अनदन्त अङ्गानां कृते न भविष्यति न भवति अतः अनेन सूत्रेण यत् कार्यं भवति तत् कार्यम् अनदन्त अङ्गानाम् अनदन्त अङ्गेषु न भवति अतः तत्र भेदः भवति उदाहरणमस्ति अतो हेहः अतो येयः तदनन्तरम् आतो नितः अत्र महोदय पुनरपि वदतु महोदय अहं न अवगतम् अत्र अदन्त अङ्गानां कृते वयं जानीमः सूत्राणि कानि कानि सन्ति तत्र पश्यतु प्रत्येकसूत्रस्य निमित्तम् अदन्त अङ्ग इति अस्ति वा न वा इति यदि निमित्तं नास्ति अदन्त अङ्गं तर्हि तस्य सूत्रस्य कार्यम् अनदन्त अङ्गानामपि अनन्त अङ्गेषु अपि तादृशमेव भवति कोऽपि तस्मात् तेन सूत्रेण कोऽपि भेदः न भवति परन्तु यदि कस्मिन्नपि सूत्रे अदन्त अङ्ग इति निमित्तम् अस्ति तर्हि भेदः भवति अनदन्त अङ्गेषु यतोहि तत्र तस्य सूत्रस्य कार्यं न भवितुं शक्नोति निमित्तमेव नास्ति खलु अतः पश्यतु एतादृशसूत्राणि कानि कानि सन्ति एतादृशसूत्राणि सन्ति अतो हेयः अतो येयः तदनन्तरम् आतो नितः एतेषु त्रयेषु सूत्रेषु अदन्त अङ्ग इति निमित्तमस्ति अतः तद् अन्तर्निमित्तं केवलम् अदन्त अङ्गेषु अस्ति अतः तेषां सूत्राणां कार्यं केवलम् अदन्त अङ्गेषु भवति अनदन्त अङ्गेषु तेषां सूत्राणां कार्यं न भवति अतः भेदः भवति इति एव अस्ति तर्हि केवलम् अस्माकं स्मरणं कीदृशं भवेत् अदन्त अङ्गानां कृते सर्वाणि सूत्राणि अस्माभिः अवगतानि अनदन्त अङ्गानां कृते केवलं तादृशसूत्राणि यत्र भेदः भवति तदेव अस्माभिः अवगतानि अन्य किमपि अस्माभिः न आवश्यकता नास्ति इति एव अस्ति बहु भेदः नास्ति खलु अतः अस्तु तर्हि विजय महोदय अग्रे पठतु प्रथमपुरुष बहुवचने प्रथमपुरुषस्य बहुवचने आत्मनेपदे अङ्गम् अदन्तं चेत् तर्हि लटि लटि लोटि लङ्गि च ज्योन्तः इत्यनेन ज स्थाने अन्त् आदेशः भवति अतः लटि अन्ते लोटि अन्तां लङ्गि अन्त इति सिद्धप्रत्ययाः भवन्ति प्रथमपुरुषे बहुवचने लटि रूपं ते अन्ते लोटु तु अन्तां लङ्गु तु अन्त इति आगच्छति प्रथमपुरुष बहुवचने तत्र सिद्धतिङ् प्रत्ययाः सन्ति एतत् एतानि अग्रे पठतु अग्रे अदन्त अङ्गेषु ज्योन्तः प्रत्ययस्य जकारः अवयवयस्य स्थाने अन्त् आदेशः भवति जः षष्ट्यन्तम् अन्तः प्रथमान्तं द्विपदमिदं सूत्रं जकारे अन्त् अवयवे च अकारः संयोजितः उच्चारणार्थम् आयनेयु आयनेयि नीयः पड कच गाम प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः तत्र ज्योन्तः विषये परिचितं सूत्रमस्ति हा वदतु तत्र ज्योन्तः विषये अस्ति अस्ति जि जकारस्य स्थाने तत्र अवयवस्य स्थाने जकार अवयवस्य स्थाने अन्तः इति आदेशः भवति एतत्तु बहुवचने अस्ति अन्ते अन्ताम् अन्त इति लट् लोट् लङ् मध्ये आगच्छति परन्तु तत्र एकमेव सामान्यसूत्रमस्ति यत् प्रत्ययस्य झ तस्य अवयवस्य स्थाने अन्त इति भवति तर्हि लट् लकारे तिक्तझि अस्ति खलु तर्हि प्रत्ययः भवति झि स्थाने अन्ति इति भवति लोट् लकारे तिप्तझि मध्ये झि तत्र अन्ति भवति तदनन्तरम् इकारस्य उकारः भवति अन्तु भवति तदनन्तरं लङ्लकारे अपि त आता लङ्लकारे अपि तत्र अन् भवति तदैव कार्यम् आत्मनेपदी अपि भवति त आतां झ तत्र प्रत्ययः भवति अन्त झ तस्य अन्त भवति खलु सेवते सेवेते सेवन्ते तत्र अतिव अकारस्थाने इकारः भवति पुनः चित्तित आत्मनेपदानां तेरे तर्हि अत्र सर्वत्र सामान्यसूत्रमस्ति झोन्तः तत्र झोन्तः इति सूत्रं सामान्यसूत्रं झ झकारस्य स्थाने अन्त तत्तु अस्ति परन्तु अनदन्तानाम् अङ्गानां कृते किञ्चित् भिन्नकार्यं भवति तत्र आयन् यै इन् ईन् ईय जयः इति सूत्रेण तत्र पकारः डकारः ककारः च एतत् आदेशः भवन्ति क्रमेण तावदेव तत्र सूत्रस्य अत्र किमपि कार्यं नास्ति केवलम् अनुवृत्तिसहितसूत्रम् अस्तु जि अनन्त अनदन्त पठामि वा अनदन्त अङ्गेषु जकारस्य स्थाने अन्त आदेशः न भवति अपि तु अत् आदेशः एव भवति जुहोत्यादिगणे अदव्यस्तात् इति सूत्रेण अपरेषु गणेषु आत्मनेपदेषु नतः इति सूत्रेण आत्मनेपदेषु अवनतः आत्मनेपदेष्वनतः नाम तत्र सन्धिविच्छेदः कुर्मः चेत् आत्मनेपदेषु अनतः इति सूत्रेण इमे द्वे सूत्रे ज्योन्तः इति सूत्रं प्रबाद्य जकारस्य स्थाने अन्त् आदेशं भव आनयतः तत्र आत्मनेपदेष्वनतः अदभ्यस्तात् इति झोन्तः इति सूत्रस्य अपवादौ स्तः तर्हि अदभ्यस्तात् अस्माभिः गतरविवासरे अपि पठितम् एकवारं पुनः पठतु अदभ्यस्तात् अभ्यस्तात् संज्ञक धातुः उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं ज्योन्तः इत्यस्मात् जः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आय् एतत् आय् नेयि नीयः प ड क चक च गाम् प्रत्ययादीनाम् इत्यस्मात् वचनपरिमाणं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जः अत् जः स्थाने अत् इति आदेशः भवति तत्र तावदेव किं लिखितम् तत्र अभ्यस्तसंज्ञकः धातु प्रत्ययस्य आदिम अवयवस्य जकारकस्थाने अत् आदेशः भवति अनदन्त अनदन्त अङ्गेषु तत्र अनदन्त इति तत्र तावदेव अनदन्तं लिखितं नास्ति अत्र कुत्र लिखितमस्ति अनदन्तं लिखितं नास्ति पत्र परन्तु तत्र अनदन्त अङ्गेषु जकारस्य स्थाने अन्त आदेशः न भवति तत् स्थाने अत् एव आदेशः भवति परन्तु तत्र शृणोतु सूत्रे निमित्तम् अनदन्तं लिखितं नास्ति, अभ्यस्त अस्ति। द्वितं भवति अत्र अभ्यस्तात् परस्य प्रत्ययस्य जकारस्य अर्थ आदेशः भवति तावदेव। तत्र अनदन्तम् इति निमित्तं नास्ति, अभ्यस्त इति निमित्तमस्ति। आं जि, तर्हि एकं शृणोतु। तर्हि अत्र किमस्ति, यत्र सामान्यतया झोन्तः इति सूत्रेण अङ्ग अस्ति, तस्य अङ्गस्य यत् प्रत्ययः अस्ति तत् प्रत्ययस्य झकारस्य स्थाने अन्त भवति। तर्हि यथा तिक्तझी मध्ये झी इति प्रत्ययः अस्ति, अङ्गस्य प्रत्ययः अस्ति, तर्हि झकारस्य स्थाने अन्त भवति इति अस्माभिः पठितम्। तस्य एक प्रथम अपवादः अस्ति अदभ्यस्तात्। अदभ्यस्तात् इति सूत्रं किं वदति, अभ्यस्तात् अङ्गात् प्रत्ययादेः झ अट् नाम यदि अभ्यस्त अङ्ग अस्ति तस्मात् अनन्तरं प्रत्ययः अस्ति, प्रत्ययस्य आदौ यदि झकारः अस्ति तज्झकारस्य स्थाने अत् इति भवति। नाम सामान्यतया अन्त भवति, परन्तु अभ्यस्त अङ्गम् अस्ति चेत् तत्र झकारस्य अत् भवति। इदानीम् अभ्यस्त अङ्गं किमस्ति इति अग्रे विषयः अस्ति। अभ्यस्त अङ्गेषु बहु किमपि आगन्तुं शक्नोति, परन्तु एकं मुख्यम् अभ्यस्त अङ्गमस्ति ज्योत्यादिगणे। ज्योत्यादिगणे यत् अङ्गं भवति द्वित्वं कृत्वा तस्य अभ्यस्तसंज्ञा भवति। तर्हि ज्योत्यादिगणे पश्यतु, तत्र झकारस्य स्थाने अत् भवति। तर्हि तत्र पश्यतु, लट् लकार रूपाणि कानि सन्ति दा धातु कृते, ददाति, दत्तः, ददति, ददति इति अस्ति खलु। तत्र वस्तुतः किम् अस्ति, तत्र झी प्रत्ययः अस्ति, झी स्थाने अत् भूत्वा अति इति प्रत्ययः भवति, अतः ददति। तर्हि अभ्यस्त अङ्गमस्ति चेत् प्रथम अपवादः अस्ति, अभ्यस्त अङ्गमस्ति चेत् झकारस्य स्थाने अत् भवति। इदानीं तर्हि अत्र किमर्थं लिखितमस्ति यत् अदन्त अङ्गेषु अभ्यस्त अङ्गः कोऽपि नास्ति। अदन्त अङ्गम् अस्ति चेत् अभ्यस्त अङ्गं न भवितुं शक्नोति। अतः अदन्त अङ्गानां सिद्धतिं प्रत्ययानां पाठे अस्माभिः एतत् सूत्रं न पठितं, परन्तु अत्र अभ्यस्त अङ्गम् अनदन्तम् अङ्गम् अभ्यस्त अङ्गं ज्योत्यादिगणे भवितुं शक्नोति, अतः तत् इदं सूत्रम् अत्र पठितम्। इदानीं द्वितीय अपवादः अस्ति आत्मनेपदेषु अनतः। महोदय क्षम्यताम्, मम इण्टर्नेट् क्लेशः आसीत्, अतः रीजायिन् लेट् सर्वम् अभवत्। एकः प्रश्नः अस्ति, एतत्तु ददाति तु परस्मैपदी अस्ति खलु, न तु आत्मनेपदी, तत्र अपि कार्यं करोति? आम्, अत्र सूत्रे परस्मैपदी आत्मनेपदी किमपि निमित्तं नास्ति खलु। सत्यं, तर्हि तत्र अदभ्यस्तात् इति सूत्रं परस्मैपदी अपि कार्यं करोति, आत्मनेपदी अपि कार्यं करोति। अत्र अदन्तम् अनदन्तम् इत्येव मुख्यविषयः किल महोदय। अदभ्यस्त अत्र तु वस्तुतः अनदन्त इति अपि निमित्तं नास्ति, अभ्यस्त इति निमित्तमस्ति। तर्हि अदन्तेषु अभ्यस्त इति न भवितुं शक्नोति कोऽपि नास्ति, अतः अदन्ते अदभ्यस्ति सूत्रस्य प्रसक्तिः कुत्रापि न भवति, अत्र भवति इति। तर्हि परन्तु पश्यतु, अत्र अदभ्यस्तात् इति सूत्रस्य निमित्तम् अनदन्त इति नास्ति, अभ्यस्त अस्ति। नाम सर्वे अनदन्त अङ्गानां कृते नास्ति, केवलम् अभ्यस्त। तर्हि स्वादि ज्योत्यादिगणे अभ्यस्त अङ्गम् अस्ति, अतः अदभ्यस्तात् सूत्रस्य प्रसक्तिः अस्ति, परन्तु स्वादिगणे अभ्यस्त नास्ति, तत्र अतः तत्र अदभ्यस्तसूत्रस्य प्रसक्तिः नास्ति। तर्हि तत्र भ्रमं मा करोतु इति। अस्तु, अग्रे मलर् महोदय पठतु अग्रे आत्मनेपदेषु अनतः। आं महोदय, आत्मनेपदेषु वणन्तः आत्मनेपदेषु ह्रस्व अकार भिन्नवर्णात् परस्य जकार अवयवस्य स्थाने अत् आदेशो भवति, न विभक्तौ तुस्माः इत्यस्य निषेधेन अत् इत्यस्य त तकारस्य इत् संज्ञा न भवति, न अत् अनत्, तस्मात् अनतः। आत्मनेपदेषु सप्तम्यान्तम् अनतः पञ्चम्यान्तं द्विपदम् इदं सूत्रम्। आत्मनेपदेषु इत्यस्य षष्ट्यर्थे सप्तमी, आत्मनेपदाव्यवस्य जकारस्य इति लभ्यते। जोन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः, अतभ्यस्तात् अत् इत्यस्य अनुवृत्तिः, आयनेयि नियेयः फट कचगां प्रत्यादीनाम् इत्यस्मात् प्रत्यायादेः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रम् अनतः अङ्गात् आत्मनेपदेषु प्रत्ययादेः जः अत् अत्र यदि आत्मनेप पदेषु ह्रस्व अकारभिन्नात् अन्यवर्णाः सन्ति चेत् परस्य जकारस्य स्थाने अत् आदेशः भवति इति उक्तम्। अदन्तं वा महोदय, न ह्रस्व अकारभिन्नात् इत्युक्ते अनदन्तम्। तर्हि अत्र पश्यतु, अत्र निमित्तम् अस्ति अनदन्त अङ्गम्। तर्हि अनतः अङ्गः, अनतः इत्युक्ते किं, न अतः अनतः नाम तादृशः अङ्गः यस्य अन्ते अत् इति नास्ति, ह्रस्व अकारः नास्ति। तर्हि अनतः नाम अनदन्त एकमेव अस्ति। तर्हि अनदन्त वदतु अथवा अनत वदतु, एकमेव अस्ति। तर्हि अनत अङ्गात् आत्मनेपदेषु, नाम आत्मनेपदेषु यदि अङ्गम् अनदन्तमस्ति, तस्य अनन्तरं प्रत्ययस्य आदौ यदि झकारः अस्ति, तज्झकारस्य स्थाने अत् इति। तर्हि अत्र पश्यतु, आत्मनेपदेषु नतः इति सूत्रेण अत्र सर्वत्र लट् लकारे, लोट् लकारे, लङ् लकारे, प्रथमपुरुष बहुवचने यद् झ इति प्रत्ययः अस्ति, तस्य अत् इति भवति। अत् न तु अन्त्, परस्मैपदे अन्त् अस्ति खलु, परन्तु क्षम्यताम्, अनदन्त अङ्गम् अस्ति चेत्, अदन्त अङ्गम् अस्ति चेत् अन्त इति भवति खलु। तर्हि आत्मनेपदेषु प्रथमपुरुष लट् लकारे किं भवति, अन्ते। परन्तु अनदन्त अङ्गम् अस्ति चेत् आत्मनेपदेषु अन्नतः इति सूत्रेण झकारस्य अन्त न भवति, परं झकारस्य अत् भवति। तर्हि अते इति भवति। तथैव लोट् लकारे अदन्त अङ्गम् अस्ति चेत् अन्ताम् इति भवति, परन्तु अनदन्त अङ्गम् अस्ति चेत् अताम् इति भवति। यतोहि झकारस्य सूत्रद्वयमस्ति झकारस्य अत् कारणं वा, झकारस्य सामान्यसूत्रं झोन्तः, तस्य द्वौ अपवादौ, एकमस्ति अदभ्यस्तात् येन अभ्यस्त अङ्गम् अस्ति चेत् झकारस्य स्थाने अत् भवति। तत् परस्मैपदेषु अस्ति, आत्मनेपदेषु अस्ति, कुत्रापि अस्ति, तत्र केवलम् एकमेव निमित्तम् अभ्यस्त अङ्गम्। तदनन्तरम् आत्मनेपदेषु अनतः इति सूत्रेण आत्मनेपदेषु तत्र अन्त इति भवति, आत्मनेपदेषु अपि झकारस्य अत् इति भवति अदन्त अङ्गम् अस्ति चेत्। तर्हि लोट् लकारे तत्र अदन्त अङ्गमस्ति चेत् अन्तां भवति, अत्र अताम् इति भवति। तथैव लङ् लकारे अत इति भवति, अन्त इति भवति अनदन्त अङ्गानां कृते, अदन्त अङ्गानां कृते अन्त इति भवति, अनदन्त अङ्गानां कृते अत भवति इति एव अस्ति। तर्हि पश्यतु, अत्र प्रथमपुरुषद्विवचने, मध्यमपुरुषद्विवचने आतो नितः सूत्रात् भेदः भवति। प्रथमपुरुष बहुवचने झोन्तः इत्यस्य अपवाद अदभ्यस्तात् नो चेत् आत्मनेपदेष्वनतः इति सूत्रेण तत्र भवति भेदः भवति। अन्यथा सर्वत्र अन्येषु षट्सु प्रत्ययेषु लट् लकारे, लोट् लकारे, लङ् लकारे कोऽपि भेदः नास्ति इति। सर्वे आगच्छन्ति वा? महोदय, अस्तु अस्तु। तर्हि इदानीं विधिलिङ्गि स्थितिः का अस्ति पठतु महोदय. आं महोदय, विधिलिङ्गि कोऽपि भेदः नास्ति. विधिलिङ्गि सिद्धप्रत्ययः ईत ईयादाम् ईरन् ईताः ईयादाम् ईद्वम् ईय ईवहि ईमहि. अत्र कोऽपि न भेदः नास्ति. अदन्ताङ्गे अङ्गानाम् अनदन्ताङ्गानां कृते भेद प्रत्ययाः समानाः सन्ति, भेदः नास्ति. यतोहि तत्र कोऽपि सूत्रमेव नास्ति यत् तस्य निमित्तम् अदन्त अङ्गम्. अतः भेदः किमर्थम् अस्तु. तर्हि इदानीम् अस्माकं वयं जानीमः तत्र अनदन्तानाम् अङ्गानां कृते प्रत्ययः के सन्ति. इदानीम् एकवारं पुनः स्मरणं कुर्मः. सुमन् महोदय अग्रे पठतु. श्रूयते किं महोदय? एतावता मूलशिक्षा इयम् अदन्त अङ्गस्य अनदन्त अङ्गस्य च सिद्धतिं प्रत्यय तुलना. परस्मैपदी परस्मैपदे लति न कोऽपि भेदः. एक एव लघुभेदः अस्ति. कुत्र अस्ति? प्रथमपुरुष बहुवचने. किमर्थमस्ति? केन सूत्रेण? कुत्र भवति? तत्र अदभ्यस्तः कार्यं करोति खलु. यत्र अभ्यस्त अस्ति तत्र लघुभेदः भवति. परस्मैपदे लोपि अङ्गम् अदन्तं चेत् हि लोपः, अङ्गम् अनदन्तं चेत् हि लोपो न. अस्तु, तत्र मध्यमपुरुष एकवचनस्थाने अदन्तम् अङ्गम् अस्ति चेत् तात् अस्ति, किन्तु तात् विहाय अन्य कोऽपि न भवति. अतः पठ लिख इति दृश्यते. किन्तु अत्र हि अस्ति, शक्नुहि देहि भवति. अतः उक्तवती तात् विहाय. तत् मास्तु, हि भवति अनदन्तम् अङ्गे, किन्तु अदन्तम् अङ्गम् अस्ति चेत् हि न भवति, हि लोपः भवति. अस्तु, परस्मैपदे लङि न कोऽपि भेदः. परस्मैपदे विधिलिङ्गि इय यासुट् भेदात् सर्वत्र भेदः अस्ति. तत्र सर्वत्र भेदः भवति. अस्तु, अग्रे. आत्मनेपदि लति त्रिषु स्थलेषु, आत्मनेपदि लति लोटि लङि त्रिषु स्थलेषु भेदः. प्रथमपुरुष मध्यमपुरुष द्विवचने, प्रथमपुरुषस्य बहुवचने. प्रथमपुरुषस्य बहुवचने वयम् इदानीम् एव दृष्टवन्तः अभ्यस्त अङ्गम् अस्ति चेत् अदभ्यस्तात् कार्यं करोति. अन्तिस्थाने यत्र परस्मैपदी आत्मनेपदेषु आत्मनेपदेषु तु आत्मनेपदेषु नतः इति कार्यं करोति. ओ, तत्र अदभ्यस्त अभ्यस्तधातवः न सन्ति वा? न सन्ति अपि चेत् किमर्थं क्लेशः नास्ति खलु. ओ, तत् सन्ति वा न सन्ति अत एव भवति. अतः आत्मनेपदी इति अस्ति चेत् आत्मनेपदेषु अनतः इति सूत्रात् अत भवति इति सम्यक् अस्ति. आम्, अस्तु, पर्याप्तम्. एकवच द्विवचने किं भवति इति अहं न श्रुतवती महोदय. भवान् वदति किम्? तत्र अदन्त अङ्गम् अस्ति चेत् आतो नितः इति सूत्रेण अदन्त अङ्गात् प्रत्ययस्य आकारः अस्ति चेत् आकारस्थाने इकारः भवति खलु. आतो नितः, यतोहि सेवते सेवेते भवति, ते इते इति भवति खलु. ते इते तर्हि परन्तु आतोनितः इति सूत्रस्य निमित्तमस्ति, अतः अदन्त अङ्गमस्ति. तर्हि अत्र अदन्त अङ्गं नास्ति, अतः आतोनितः इति सूत्रेण आकारस्य इत्वं न भवति, अतः आकारः एव तिष्ठति. तर्हि सेवते, सेवेते, सेवेते अस्ति, इते इति अस्ति, परन्तु अनदन्ताङ्गानां कृते आते एव तिष्ठति. चिन्वते, चिन्वाते इति. अस्तु, धन्यवादः. तर्हि विधिलिङ्गि कोऽपि भेदः नास्ति. तर्हि पश्यतु, अत्र बहुत्र तु वस्तुतः कोऽपि भेदः एव नास्ति, कुत्रचित् भेदः अस्ति, तदर्थात् अस्माभिः पठितं. तर्हि इदानीं अदन्त अङ्गानां कृते, अनदन्तानाम् अङ्गानां कृते घट्, लोट्, लङ् विधिलिङ्गि, सुततिं प्रत्ययः के के सन्ति इति वयं कर्तुं शक्नुमः. महान् अत्र उपलब्धिः अस्ति. अस्तु, तर्हि इदानीम् अग्रे पठतु सुमन् महोदय. तर्हि हा, अत्र इदानीम् एकम् अधिकं कार्यमस्ति. इदानीं यदा अदन्त अङ्गमस्ति, अत्र तिङ् प्रत्यय पित् अस्ति, अपित् अस्ति, तस्य किमपि किमपि महत्त्वं नास्ति. किमर्थं नास्ति, सुमन् महोदय वदतु. क्षम्यतां महोदय, किं अनदन्तम् अङ्गम् अस्ति चेत्? अदन्त अङ्गं यदा आसीत् तत्र तिङ् प्रत्यय पित् अस्ति वा अपित् अस्ति वा तस्य दर्शनस्य किमपि महत्त्वं नास्ति. किमर्थम्? अदन्तम् अङ्गम् अस्ति चेत् तत्र किमपि तिप् अस्ति, सिप् अस्ति, नो चेत् मिप् अस्ति, तत्र ते प्रत्ययाः सार्वधातुक पित् च, तत्र गुण भवितुं प्रसक्तिः आसी अस्ति स्म, किन्तु अदन्तम् अङ्गम् अस्ति चेत् तत्र किमपि न भवति खलु. सार्वधातुक आर्धातुक इति सूत्रं तत्र तत्र केवलम् इक् प्रत्याहारे भवति खलु, इको गुणवृद्धि. तदेव वदामि, अन्ते अकार अस्ति तस्मात् पूर्वं हल् वर्ण अस्ति चेत् तत्र सार्धधातुकयोः अर्धधातुक सार्धधातुक अर्धधातुकयोः सूत्रं तस्य तत् किमपि न कर्तुं शक्नोति, अपि च पुगन्तलघुपदस्य अपि कार्यं न कर्तुं शक्नोति. अतः पित् अस्ति वा पित् नास्ति वा तत्र किमपि महत्त्वं नास्ति. वस्तुतः तत्रापि प्रत्ययः पित् अपि अस्ति, परन्तु अङ्गम् अदन्तम् अस्ति, अदन्त अङ्गस्य गुणं तु न भवितुं शक्नोति, अतः तादृशी चर्चा अस्माभिः न कृता. किन्तु अत्र उकार अस्ति चेत् अन्ते उकारस्य ओकार भवति, यत्र शक्नु अस्ति चेत् शक्नोति भवति खलु. सम्यक्, परन्तु यथा महोदया उक्तम्, अत्र तु अङ्गम् उकारान्तं भवितुं शक्नोति, अत्र किमपि अन्यत् भवितुं शक्नोति. तर्हि अतः आवश्यकता अस्ति यत् प्रत्ययः पित् अस्ति, तत्र उकारस्य गुणं भूत्वा ओकारः भवति, शक्नोति, परन्तु द्विवचने शक्नुतः तत्र गुणं न भवति, यतोहि प्रथमपुरुष लट्लकारे प्रथमपुरुषे एकवचनप्रत्ययः पित् अस्ति, अतः शक्नोति भवति, परन्तु द्विवचनप्रत्ययः पित् नास्ति, अपित् अस्ति, अतः अतः शक्नोति, शक्नोषि, शक्नोमि, किन्तु अन्य षट् रूपाणि शक्नुतः शक्नुवन्ति भवति. तत्र उकारस्य उकारः न भवति, यतोहि प्रत्ययः. अतः इदानीम् अस्माभिः ज्ञातव्यं यत् यत् तिङ्प्रत्ययः अस्ति तत् पित् अस्ति वा अपित् अस्ति वा इति. अस्तु, तर्हि धन्यवादः महोदय. अग्रे पठामः, मीना महोदय अग्रे पठतु. अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययानां पित्वम् अपित्वं च अनदन्ताङ्गानां मूलतिङ्प्रत्ययानाम् आधारीकृत्य सिद्धतिङ्प्रत्ययाः पितः अपितः च भवन्ति. मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः अपि तथा यथा तिप् तिप् पित् अस्ति, अतः लटि ति, लोटि तु, लङि इत् इत्येषाम् अपि पित्त्वं भवति. अयं बिन्दुः महत्त्वपूर्णः यतः प्रत्ययः पित् अस्ति चेत् तिङन्तपदस्य निर्माणार्थं तृतीयासोपाने तिङ्सम्यकप्रत्ययः निमित्तकम् अङ्गकार्यम् इत्यस्मिन् तृतीयसोपाने तिङ्सम्यकप्रत्ययनिमित्तकम् अङ्गकार्यम् इत्यस्मिन् गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति. देयं यत् अङ्गं यत्र अदन्तमस्ति तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति. अतः एतावता तिङ्प्रत्ययानां पित्वा पित्वापित्वविषये अस्माकम् अवधानं नासीत्. किन्तु इतः अग्रे अङ्गम् अनदन्तम् अस्य च प्रसङ्गे गुणकार्यं बहुत्र अत्र तिङ्प्रत्ययानां पित्वापित्वविषये अवधातव्यम्. यथा स्वादिगणे चिव् चि धातुः श्नु प्रत्ययः तयोः मेलनेन चिनु इति अङ्गं चिनुयोगः ति ति तिप् अस्ति, अतः सार्धातार्धधातुकयोः इत्यनेन गुणः चिनो चिनोयोगः ति चिनोति इति भवति. अत्र तिङ् सिद्धतिङ्प्रत्ययाः पितः अपितः च भवन्ति. यत्र मूलप्रत्ययः पित् अस्ति चेत् सिद्धप्रत्ययः तथैव भवति अदन्तङ्गात्. यथा तिप् तिप् पित् अस्ति, अतः लटि इति एव भवति, लोटि तु एव भवति, लङि इत्येव भवति. यदि प्रत्ययः पित् यदि तिङ् सम्यक् सम्यक् प्रत्ययस्य निमित्त अङ्गकार्यं तस् तृतीयसोपाने गुणकार्यं भविष्यति वा इति वा इति प्रसक्तिः अत्र अङ्ग अदन्त अङ्गस्य नास्ति. यत्र अङ्गम् अदन्तम् अस्ति चेत् तिङ्प्रत्ययम् आधारीकृत्य गुणकार्यं न भवति, कर्तुं न गुणकार्यं कर्तुं न शक्यं तत्र अदन्तमङ्गात्. किन्तु अनदन्तम् अङ्गम् अस्ति चेत् गुणकार्यं भवितुं शक्यमेव पित्वम् अस्ति चेत्. यदा यदा स्नु स्वादिगणे चि धातुः स्नु इति प्रत्ययः चि चिनु ति चिनोति अभ्यकसार्धार्धदत्तकयोति सूत्रेण गुणकार्यं भवितुं शक्यम्. यदि अङ्गम् अङ्गमास अदन्तमङ्गं चेत् गुणकार्यं किमपि पित् प्रत्ययं भवति अपि किमपि कार्यं न भवति. अनदन्तम् अङ्गम् अस्ति चेत् गुणकार्यं भवितुं शक्यं सार्वधातुकार्थधातुकसूत्रेण. सम्यक्. तर्हि मूलप्रत्ययः यदि पित् अस्ति, तत्र अष्टादशप्रत्ययेषु केवलं त्रयः प्रत्ययाः सन्ति ये मूलरूपेण पित् सन्ति पितः सन्ति. ते सन्ति तिप् सिप् मिप्. तर्हि तिप् सिप् मिप् अत्र प्रत्ययाः पित् सन्ति, अतः मूलप्रत्ययः पितः सन्ति, अतः तेभ्यः ये सिद्धतिङ्प्रत्ययाः भवन्ति ते अपि पितः सन्ति. इदानीं पर्यन्तम् अदन्तमङ्गमस्ति, अतः तत्र पित्वस्य अपित्वस्य ज्ञानस्य आवश्यकता नास्ति. यतोहि अकारः अन्ते अस्ति चेत् गुणः न भवितुं शक्नोति, परन्तु इदानीम् अनन्त अङ्गमस्ति तत्र गुणः भवितुं शक्नोति. अतः पश्यतु लट् लकारे तिप् तस्झि लोट् लकारे लट् लकारे प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचने सर्वत्र तत्र गुणं दृश्यते. चिनोति, चिनोषि, चिनोमि इति. तर्हि अत्र पित्वम् अपित्वं तस्य आवश्यकता अस्ति. तत्र तदनन्तरं कुत्रचित् तु मूलप्रत्ययः अपि अपित् अस्ति, परन्तु अन्यसूत्रम् आगत्य पित्व अपित्वम् आरोपयति. तर्हि पश्यतु तत्र एकं सूत्रमस्ति खलु आड् उत्तमस्य पिच्च, तत्र आड् उत्तमस्य पिच्च इति सूत्रमस्ति. तद्वदति यत् तत्र उत्तमपुरुषे लोट्लकारे उत्तमपुरुषप्रत्ययाः सन्ति ते पित् भवन्ति. अतः यद्यपि वस्तुतः लोट्लकार उत्तमपुरुषस्य नाम परस्मैपदी उत्तमपुरुषस्य त्रीणि त्रयः प्रत्ययः इति मूलतः पितः न सन्ति, परन्तु आडुत्तमस्य पिच्च इति सूत्रेण पित्वम् अध्यारोपितम्. अतः लोट्लकारे परस्मैपदेषु लोट्लकारे तत्र तत्र त्रयः प्रत्ययः तत्र पितः सन्ति. पुनः तत्र वस्तुतः प्रत्ययः पित् अस्ति, परन्तु अन्यसूत्रम् आगत्य अपित्वम् अध्यारोपितं. तर्हि सिप् इति प्रत्ययः पित् अस्ति, परन्तु सेहर्यपिच्च इति सूत्रम् आगत्य वदति यत् लोट् लकारे सिप् स्थाने हि भवति, तद् हि अपित् अस्ति. अतः वस्तुतः सिप् पित् अस्ति, परन्तु सेहर्यपिच्च इति सूत्रेण लोट् लकारे अपित् भवति. तर्हि प्रत्ययः मूलतः पित् अस्ति, अन्यसूत्रं किमपि नास्ति चेत् बाधकसूत्रं, तर्हि सिद्धतिङ् प्रत्ययः पित् भवति. कुत्रचित् पित् अस्ति, परन्तु अन्यसूत्रम् आगत्य अपित्वं करोति. कुत्रचित् मूलतः अपित्वम् अपित् अस्ति, परन्तु अन्यसूत्रम् आगत्य पित् करोति. एतत् सर्वम् अस्ति, परन्तु किमपि भवतु आहत्य सिद्धतिङ्गप्रत्ययाः पित् नो चेत् अपित् भवन्ति. अत्र पित् अपित्वस्य ज्ञानम् अदन्त अङ्गस्य कृते तत्र महत्त्वं नास्ति, यतोहि अदन्त अङ्गेषु अन्ते अकारः अस्ति यस्य गुणं न भवति तत्र सार्वधातुकार्थकयोः इति सूत्रेण. परन्तु इदानीं तत्र गुणं भवितुं तत्र प्रसक्तिः अस्ति, यतोहि अन्ते उकारः भवितुं शक्नोति, यतः श्नु अस्ति. अतः तद् यत्र यत्र पित् अस्ति गुणं करोतु, यत्र यत्र पित् नास्ति गुणं मा करोतु इति अस्ति. अस्तु, इदानीम् अग्रे विजी महोदय पठतु. आम् महोदय, यथा प्रत्ययः पित् अस्ति चेत् पित् प्रत्ययः पुनः द्विविधः उपरि प्रत्ययाः पुनः द्विविधाः, अपित् प्रत्ययाः अपि द्विविधाः. प्रत्ययस्य आदौ अच् वर्णः अस्ति चेत् प्रत्ययः अजादिः, प्रत्ययस्य आदौ हल् वर्णः अस्ति चेत् प्रत्ययः हलादिः. पित्सु अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति, अपित्सु अपि अजादिप्रत्ययाः हलादिप्रत्ययाः च सन्ति. तर्हि आहत्य प्रत्ययाः चतुर्विधाः, हलादिपित् सार्वधातुकप्रत्ययाः, अजादिपित् सार्वधातुकप्रत्ययाः, हलादिपित् सार्वधातुकप्रत्ययाः, हलादि हलाद्यपि अपि सार्वधातुकप्रत्ययाः च इति. एतत् अनुसृत्य कार्यमपि भिन्नं भवति. किं लिखितम्? पुनः पित् प्रत्ययाः अपि च अपित् प्रत्ययाः द्विविधाः भवन्ति. पित् प्रत्ययाः द्विविधा, अपित् प्रत्ययाः द्विविधा. किम् इति चेत् प्रत्ययस्य आदौ अच्वर्णः अस्ति चेत् अजादि इति उच्यते, हल् वर्णः अस्ति चेत् प्रत्ययः हलादि इति उच्यते. अनन्तरं पित्सु अजादिप्रत्ययाः हलादिप्रत्ययाः, अतः अपित्सु अपि अजादिप्रत्ययाः हलादिप्रत्ययाः आहत्य प्रत्ययः अजादि पित् हलादि पित् अजादि अपित् हलादि अपित् इति चतुर्विधाः भवति. तर्हि अत्र प्रत्येक तत्र अपित् अस्ति चेत् पित् अस्ति चेत् कार्यं भिन्नं भवति, पुनः अजादि अस्ति हलादि अस्ति चेत् कार्यं भिन्नं भवति. तर्हि तत्र अतः तत्र चत्वारः गणाः सन्ति, तत्र प्रत्येकगणे कार्यं भिन्नं भिन्नं भवति अग्रे पठतु. यथा प्रत्ययः पित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः, अपित् अस्ति चेत् गुणः न अर्हति. प्रत्ययः अजादिः अस्ति चेत् स्वरसन्धिः अर्हति, हलादिः अस्ति चेत् न अर्हति. एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति. इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः. अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम. अत्र पित् वयं जानीमः, पित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति. अर्थधातु सार्वधातु अर्थधातुयोः तदनन्तरं पुगन्धलघुपदस्य इति सूत्रद्वयं स्तः पित् अस्ति चेत् गुणकार्यं भवति. अपित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अपि नास्ति, न अर्हति एव. तदनन्तरम् अजादि अस्ति चेत् स्वरसन्धिः इति कारणेन अत्र तु गुणकार्यस्य प्रसक्तिः नास्ति. तत्र गुणकार्यस्य सम्बन्धः नास्ति, केवलं सन्धिविषये लिखितमस्ति. सन्धिविषयमेव हलादि अस्ति चेत् अपि नार्हति. एवं चतुर्षु प्रत्ययप्रकारेषु भिन्न चतुर्षु विषयेषु भिन्नरीत्या कार्यं सम्भवति. तर्हि प्रत्ययः अपित् अस्ति चेत् गुणकार्यम्, अपित् अस्ति चेत् गुणकार्यं नास्ति, अजादि अस्ति चेत् स्वरसन्धि भवति, अजादि नास्ति चेत् अन्य किमपि भवितुं शक्नोति. तत्र भिन्नभिन्नकार्याणि सन्ति, अतः चत्वारः गणाः सन्ति. अस्तु, इदानीम् अग्रे पठतु. ये प्रत्ययाः स्थूलक्षरैः लिखिताः ते पितः इति देयम्. अत्र अग्रे सर्वत्र यत्र बोल्ड् मध्ये अस्ति सः प्रत्ययः पित् अस्ति इति चिन्तयतु. लट् लकारः पितः अन्ति, अत्र पि एव पित् अस्ति. तदनन्तरं पीतः अन्ति आत्मनेपतिरूपं ते आते अते. महोदय, प्रथमं परस्मैपदी समापयतु, तदनन्तरम् आत्मनेपदी समापयतु. परस्मैपदी सीतः अन्ति, सीतः थः मीवः मह इति. अत्र तु पि सि मि. अत्र पित् अस्ति, सिप् मिप् इति कारणेन एतानि पि सि मि अत्र पित् अस्ति, गुणकार्यम् अपि भवति. अत्र एकवारं परस्मैपदी पठतु. ते आते अते, से आते द्वे, ये वहे महे. हलादि पित् हलादि पित् सार्वधातुकप्रत्ययः ति सि मि एव. अजादि पित् सार्वधातुकप्रत्ययः कोऽपि नास्ति. तदनन्तरं हलाद्य पित् सार्वधातुकप्रत्ययः तः अपित् हलादि, तदनन्तरम् अपित्य अपित् अपि तः तः थ वः मह ते से द्वे वहे महे इति. अजादि अपित् सार्वधातुकप्रत्ययः अन्ति ए अते अथे ए इति. तर्हि अनदन्तानाम् अङ्गानां कृते परस्मैपदी आत्मनेपदी अत्र सिद्धतिं प्रत्ययः लिखितः सन्ति. पितः अन्ति पितः मि वहमः ते आते अते से आते द्वे ए वहेमहे ऐ वहे ए वहेमहे. हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् चत्वारः गणाः सन्ति. हलादिपित् मध्ये केवलं तीसीनि अजादिपित् कोऽपि नास्ति. हलादि अपित् तत्र सः सः थ वह मह ते से द्वे वहे महे. अजादि अपित् तत्र अति अन्ति आते अते आथे ते. अवगच्छन्ति खलु? तर्हि अत्र किमर्थमस्ति चत्वारः गणाः? यतोहि प्रत्येकगणस्य कार्यं भिन्नं भवति. अस्तु, धन्यवादः. विद्या महोदय, लोट् लकार पठतु. ओके, धन्यवादः. लोट् लकारः तु तात् ताम् अन्तु हि तात् तं त आनि आव आम आत्मने पदे ताम् आताम् आतां स्व आतां द्वं ये आवहै आमहै इति अस्ति. तत्र हलादि तित्सु सार्वधातुकप्रत्ययः तु. तत्र अजादि तित्स् सार्वधातुकप्रत्ययः आनि आव आम ऐ आवहै आमहै. हलादि अपित्सु सार्वधातुकप्रत्ययः हि तात् ताम् तात् तं त तां स्व द्वम्. अजादि अपित्सु सार्वधातुकप्रत्ययः अन्तु आताम् अतम् अताम् आताम् इति अस्ति. तत्रैव अत्र महोदय वदतु, लोट् लकारे परस्मैपदी प्रथमपुरुष एकवचने तु इति अस्ति, तत् पित् किमर्थमस्ति? महोदय, विजय महोदय, तु अस्ति, तु इति प्रत्ययः पित् किमर्थमस्ति? सन्धिकार्यमस्ति खलु? किं भवान् पृष्टवान्? प्रश्नः अस्ति, लोट् लकार परस्मैपदी प्रथमपुरुष एकवचनप्रत्यये अस्ति तु, तु इति पित् किमर्थं भवति इति मम प्रश्नः अस्ति. तत्र विद्यामहोदय, तु पठतु पठतु इति अस्ति, पठतु इति स्वीकुर्मः चेत् तत्र तु अस्ति. धातोः आवश्यकता नास्ति, केवलं प्रत्ययः तु अस्ति. तु इति प्रत्ययः पित् इति अत्र लिखितम् अस्ति. कथं पित् अस्ति इति मम प्रश्नः. वाय् इस् तु प्रत्यय पित्? कथं जानीमः तु प्रत्ययः अदन्तम् अदन्त अङ्गम् अस्ति खलु जि? अङ्गं किमपि भवतु, केवलं प्रत्ययस्य अत्र चर्चा अस्ति. तु इति प्रत्ययः पित् किमर्थमस्ति? तत्र सिद्धतिङ्प्रत्ययं नास्ति वा? सिद्धतिङ्प्रत्ययः अस्ति तु. तत्र तु पित् अस्ति, कथं कथं जानाति भवती? जानीमः वा? रुहु इति सूत्रेण महोदय, ए रुहु इति सूत्रेण उत्तरस्य आवश्यकता एव नास्ति. उत्तरं तत्र अस्ति तु इति. तु इति प्रत्ययस्य मूलप्रत्ययः किं? तत्र मूलप्रत्ययः अस्ति तिप्. तिप् पित् अस्ति खलु, अतः तु अपि पित् अस्ति. कारणेन तु भवति, तत्तु भवतु तत्र. परन्तु एरुः इति सूत्रं तत्र पित्वस्य अत्र कारणं नास्ति. पित्वस्य केवलं कारणमस्ति मूलप्रत्ययः तिप् अस्ति. लक्षणं अवगच्छति भवानेव वदतु जि न न किमपि वदनमस्ति विजयमहोदय लट् लोट् लकार प्रथमपुरुष एकवचन तस्य मूलप्रत्ययः किम् इति वदतु जि वदतु भवती वदतु टिप् अस्ति टिप् मध्ये पकारस्य इत्वमस्ति वा आं जि अतः इत् भवति एव अतः तु अपि टिप् इति प्रत्ययात् तु इति सिद्धतिङ् प्रत्ययः भवति तदपि पित् अस्ति अतः तु पित् अस्ति अवगच्छति वा पित् अस्ति आम् तदेव मम प्रश्नः अस्ति तथैव परस्मैपदि लट् लकारे अपि ति सि नि इति अस्ति खलु पित् तत् पित् किमर्थमस्ति वदतु भवानेव उक्तवान् खलु तिप् तिप् अस्ति तिङ् प्रत्ययाः सन्ति खलु तिप् अस्ति मध्यमपुरुषे प्रत्ययः किमस्ति प्रथमपुरुषे तिप् खलु तत्रापि पकारस्य पित् अस्ति पित्वमस्ति मूलप्रत्ययः किं किम् अस्ति तदेव सिद्धप्रत्यय अपि पित् अस्ति चेत् पित् पित् अस्ति चेत् अपि सामान्यतया तत्र मूलप्रत्ययः पित् अस्ति चेत् सिद्धतिङ्प्रत्ययः अपि तिङ् तिप् पित् अस्ति चेत् सिद्धतिङ्प्रत्यये पित् भवति तर्हि तिप् सिप् मिप् मूलप्रत्ययेषु केवलं तिप् सिप् मिप् इति पित् प्रत्ययाः सन्ति अतः तेभ्यः ये सिद्धतिङ्प्रत्ययः भवन्ति ते अपि पित् सन्ति अतः परस्मैपदी ति सि नि लोट् लकारे तु लट् लकारे ति सि मि लोट् लकारे तु इति अस्ति अस्तु इदानीम् अग्रे विजयमहोदय भवती एव वदतु इदानीं लोट् लकारे प्रथमपुरुषे एकप्रत्ययः अस्ति तु खलु तु इति पित् अस्ति परन्तु तात् इति अपित् अस्ति तु अपि तिप् इति स्थाने भवति तात् अपि तिप् इति स्थाने भवति परन्तु तु इति पित् अस्ति तात् इति अपि अस्ति कथं किमर्थं किमर्थं चेत् तत्र गुणकार्यं नास्ति अतः अपित् भवति न भवती विपरीतं करोति अपित् अस्ति अतः गुणकार्यं न भवति गुणकार्यमस्ति अतः अपित् अस्ति इति नास्ति अपित् अस्ति अतः गुणकार्यं न भवति तत्र समीपं तां तं तामः एतत् सूत्रेण एतत् सर्वं सिद्धतिङ्प्रत्यये एव खलु जि तत्र तत्र मम प्रश्नः अस्ति तात् इति प्रथमपुरुष एकवचनस्य सिद्धतिङ्प्रत्ययः अस्ति तात् अपि तिप् स्थाने आगच्छति परन्तु तु पित् अस्ति तात् अपि अस्ति कथं तात् आदेशः आदेशः अस्ति परन्तु तातमिति सूत्रेण तु किं दीर्घसूत्रं तस्तस्तां न तस्तं तान्तं तामः अत्र नास्ति न एतत् प्रथमं किं किं किं वदतु वदतु सत्यं अहं विस्मृतवती महोदय तात् इति वस्तुतः तात् इति आदेशः केन सूत्रेण भवति तातम् इति एव आगच्छति खलु जि तातं किं वदतु वदतु तुख्योस्तात् सम्यक् इदानीं तुह्यो स्तातङ्ग आशीषि अन्यतरस्याम् इति सूत्रमासीत् खलु तर्हि अत्र तात् अस्ति तस्य वस्तुतः तात् इति तस्य रूपं किमस्ति तातङ्ग तत्र अन्ते नकारः अस्ति कथकगङ्ग नित् अस्ति अतः नित् अस्ति अतः तत्र वयं ज्ञातुं शक्नुमः यत् अपि तस्य गुणकार्यं न भवति सर्वे अवगच्छन्ति खलु तत्र वस्तुतः तात् यत् अस्ति तस्य मूलरूपमस्ति तातङ्ग् तुयोस्तातङ्ग आशीषि अन्यतरस्याम् इति सूत्रेण तात् इति प्रत्ययस्य मूलतः रूपमस्ति तातङ्ग, अतः तद् नित् अस्ति, नित् अस्ति अतः अपित् अस्ति, अतः अत्र वस्तुतः तु अपि तिप् स्थाने आगच्छति, तात् अपि तिप् स्थाने आगच्छति, परन्तु तात् तत्र नित्वा तस्य अपित्वं भवति, अतः तु पित् अस्ति, तात् अपित् अस्ति इति, यतोहि तात् वस्तुतः नित् अस्ति, नित् नित् प्रत्ययः अस्ति तातङ्ग, तुयोस्तातङ्ग आशीषि अन्यतरस्य इति. सर्वे आगच्छन्ति वा? आं जि. अस्तु, इदानीम् अन्यप्रश्नः मम अस्ति, कोऽपि वद, मलरमहोदय वदतु. लोट् लकारे मध्यमपुरुष बहुवचन, मध्यमपुरुष द्विपुरुष एकवचने, एकवचने हि अस्ति, हि अस्ति, हि अपि स्थाने आगच्छति, खलु सेर्य पिच्च इति सूत्रेण अपित् अस्ति आगच्छति महोदय. आम् सत्यं, तर्हि यद्यपि सिप् पित् अस्ति परन्तु सेहर्य पिच्च इति सूत्रं किं वदति, सि स्थाने हि आगच्छति अपि च तद् हि अपित् अस्ति, सेहर्य अपिच्च अपित् तत्र सूत्र सूत्रमस्ति अतः अपित्वं भवति, तर्हि यद्यपि सिप् स्थाने आगच्छति परन्तु तत्र हि तत्र अपित् भवति. पुनः तात् अत्रापि अपित् अस्ति यतोहि तुह्योस्तातङ्ग आशिष्य अन्यतरस्याम् इति सूत्रेण तातङ्ग इति अस्ति, नित् अस्ति अतः अपित् अस्ति. अस्तु, इदानीम् अग्रे सूत्रमस्ति, अत्र अस्ति लोट् लकारस्य उत्तमपुरुषस्य सर्वे प्रत्ययाः अपरस्मैपदी आत्मनेपदी सर्वे पित् सन्ति, परन्तु मूलप्रत्ययाः तु न सन्ति, तर्हि केन सूत्रेण पित्वं भवति? आड् उत्तमस्य पिच् इति सूत्रमागत्य वदति लोट् लकारे उत्तमपुरुषस्य प्रत्ययाः पितः सन्ति, तर्हि यद्यपि मूलप्रत्ययाः द्विवच पित् न सन्ति परन्तु आड् उत्तमस्य पिच् आगत्य वदति यत् प्रत्ययाः पित् सन्ति. ओ, आट् आगमः भवति खलु तत्र, अतः इदानीं तु तत् सूत्रं खलु. आम्, आड् उत्तमस्य पिच् उत्तमस्य आट् आगमः भवति, अतः पश्यतु खलु सर्वत्र आदौ आकारः अस्ति, आनि आग आम ऐ आवहै आम, तर्हि आड् उत्तमस्य पिच् सूत्रस्य एकः भागः वदति आड् आड् आगमः करोतु, नाम एक आगमः एक त्रिपश्यतु आड् उत्तमस्य पिच्चस्य प्रथमभागः अस्ति आड् आगमः करोतु, तद् विधिसूत्रं, तस्य द्वितीयभागः अस्ति पिच् तदस्ति अतिदेशसूत्रम्, नाम वस्तुतः पित् नास्ति परन्तु पित्वं करोतु, एकस्मिन् एव सूत्रे एकभाग विधि एकभाग अतिदेश इति अस्ति. तर्हि लोट् लकारे इदानीम् अग्रे लङ् लकारे मलर् महोदय भवती पठतु लङ् लकार. आं महोदय, लङ् लकारः तकारः ताम् अन् सकारः तं त अं व म आत्मनेपदे त आताम् अत ताः आतां द्वम् इ वहि महि. अत्र एकवचनम् एव पित् अस्ति, तकारः सकारः अम् इति अलादि पित् सार्वधातुकप्रत्ययः तकारः सकारः, अजादि पित् सार्वधातुकप्रत्ययः अम् अलादि अपित् सार्वधातुकप्रत्ययः तां तं त वा म त ताः द्वं वहि महि, अजादि अपित् सार्वधातुकप्रत्ययाः अन् आताम् अत आताम् इ इति. अत्रापि मूलप्रत्ययः पित् अस्ति अतः इदानीं प्रत्ययः अपि पित् भवति तस अमिति. अस्तु, विधिलिङ्ग् मध्ये सुमन् महोदय विधिलिङ्गि पठतु, विधिलिङ्गि पठतु। अस्तु, विधिलिङ्ग् लकारः यात् यातां युः याः यातां यातं यात यां याव याम आत्मने क्षम्यताम् आत्मने पदि भवति ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि तत्र किमपि पित्वं नास्ति हलादि अपि नास्ति अजादि अपि नास्ति सर्वे पित् प्रत्ययः एव तत्र सूत्रं वदति खलु यासुट् आगच्छति चेत् तत् नित् भवति इति यासुट् परस्मैपदेषु उदात्तो नितः खलु क्षम्यताम् अहं सूत्रं न स्मरामि किन्तु सूत्रेण भवति इति स्मृतवती यासुट् आगमः नित् अस्ति अतः परस्मैपदे यासुट् आगमः सर्वत्र आगत्य नित्वं भवति आत्मनेपदे तु मूलतः एव प्रत्ययः पित् पित् नास्ति अतः आं सत्यम् हलादि अपि तर्हि तत्र सर्वे यकारादयः परस्मैपदिप्रत्ययः हलादि अपि सर्वे इकारादयः आत्मनेपदिप्रत्ययः अजादि अपि आं सत्यम् आत्मनेपदे सर्वे अजादि हलादि सर्वे परस्मैपदि अग्रे पठतु अस्तु आहत्य हलादिपितः षट् अजादिपितः सप्तम हलादि अपितः अष्टत्रिंशत् अजादि अपितः त्रयोविंशतिः प्रत्ययानां वर्गचतुष्ठेयं प्रत्येकस्मिन् वर्गे यत् यत् कार्यं भवति तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते अयम् एव द्वितीयगणस्य समूहस्य कार्यविधिः अतः इमं जानीमः चेत् द्वितीयवर्गस्य द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि तर्हि अत्र चतुर्णां गणानां तत्र भिन्नभिन्नं कार्यं भवति गणम् आहत्य वयं ज्ञातुं शक्नुमः ओ हलादिपित् अस्ति चेत् एकं कार्यम् अजादिपित् अस्ति चेत् अन्यकार्यम् अस्तु अग्रे इदानीं हलादिपित् अजादिपित् तत्र सन्धिकार्यमेव भिन्नं खलु अन्यत् किमपि न भवति हलादि अजादि तत्र हलादि अजादि पित् पित् अस्ति पित् पित् पित् अपित् तत् जानामि किन्तु हलादि अजादि भेदः सन्धिकार्यस्य कृते एव न तदेव तत्र सन्धिकार्यं तत्र नास्ति खलु न एकनिमेषः तत्र पित् अस्ति चेत् हलादि पित् अजादि पित् मध्ये हलादि अजादि केवलं सन्धिकार्यस्य अस्ति परन्तु अपित् अस्ति चेत् हलादि अजादि तत्र अङ्गकार्यमपि भिन्नं भवति केवलं सन्धिकार्यं नास्ति किमर्थं महोदय अग्रे आगच्छति वयं पश्यामः अस्तु अधुना अन्तिम एकः विचारणीयः उपरि उक्तम् आसीत् यत् पित्व पित् पित्वविषये यत् पित्वविषये यथा मूलप्रत्ययः तथैव सिद्ध सिद्धप्रत्यय मूलस्य पित्वं चेत् सिद्धस्य अपि पित्वम् इति किं च अत्र अपवादद्वयं प्रतीयते वयं दृष्टवन्तः खलु लोट् लकारस्य उत्तमपुरुषे आनि आव आम् ए आवहै आमहै तत्र एकः अपवादः अस्ति आनि मिप् इत्यस्मात् आगतः अतः तस्य पित्वम् अस्ति किन्तु अवशिष्टप्रत्ययः मूले तु पित् न सन्ति तेषां पित्वं कुतः आगतम् भवतां चर्चा श्रुतवन्तः लोटि सर्वत्र परस्मैपदी आत्मनेपदी च उत्तमपुरुषे आड् आगमः अयम् आगमः प्रत्ययानाम् आदौ युज्यते येन सूत्रेण अयम् आड् आगमः विहितः तेन एव सूत्रेण व्युत्पन्नं प्रत्ययस्य पित्वं विधीयते वयं चर्चितवन्तः सूत्रमपि पठामि किम् केवलं प्रथमवाक्यम् अनुवृत्तिसहित सूत्रम् अस्तु आड् उत्तमस्य पिच्च लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुष उत्तमपुरुषप्रत्यय भवति तस्य आट् आगमः भवति अपि च तस्य पित्वं भवति अनुवृत्तिसहितसूत्रम् अस्ति लोटः लस्य उत्तमस्य आट् पिट् च अनेन लोट् लकारे उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड् आगमः अपि च सर्वेषां प्रत्ययानां पित्वम् तात् इति प्रत्ययस्य मूलरूपं तातङ् नित्वात् अपित् अस्तु तर्हि इदमपि अस्माभिः पूर्वमेव चर्चितं यतोहि मूलप्रत्ययः पित् अस्ति परन्तु पित् नास्ति परन्तु सिद्धतिं प्रत्ययः पित्वं कथं भवति इति सूत्राणि सन्ति अस्तु धन्यवादः महोदय अग्रे धन्यवादः मीना महोदय समापयतु अग्रे परस्मैपदी विधिलिङ्गि परस्मैपदे विधिलिङ्गि यद्यपि श्रूयते वा भगिनि महोदय परस्मैपदे विधिलिङ्गि यद्यपि मूलप्रत्ययेषु सिप् सिप् बिप् च पितः सन्ति तथापि यात् याः याम् इति सिद्धप्रत्ययानां पित्वं नास्ति किमर्थं परस्मैपदस्य विधिलिङ्ग् यासुटागमः भवति इति अस्माभिः दृष्टं यासुट् परस्मैपदेषु उदात्तो निच्छ इत्यनेन लिङ् लिङ् लकारस्य परस्मैपदीप्रत्ययानां यासुट् आगमो भवति स च आगमो ङित्वत् ङित्वत् अतः ङिति च इत्यनेन गुणनिषेधः धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तेन अङ्गेन ङित्वत् यासुट् आगमः दृश्यते न तु दृश्यते न तु तिप् सिप् मिप् ये मूले पितः मूलप्रत्ययः पित् भवतु नाम परन्तु अङ्गेन इदं पित्वं न दृश्यते यतः मध्ये ङित्वत् यासुट् आगमः अस्ति मध्ये ङित्वत् यासुट् आगमः अतः अङ्गेन केवलं ङित्वत्वं दृश्यते तस्मात् किमपि निमित्तकं कार्यं नासम् परितार्थः एव यत् सिद्धप्रत्ययानां पित्व नास्ति अत्र लिङ् प्रत्ययेषु यासुट् आगमः यासुट् प्रस्मैपदेषु उदात्तो निच्च तत्र सूत्रे निच्च इति वदति यासुट् कुत्रापि भवति तत्र सर्वे प्रत्ययाः नित्वत् तस्मात् किति नित्वत् तस्मात् नीति इति सूत्रेण गुणनिषेधः भवति. यदि धातु विकरणप्रत्ययोः मेलनेन समये अङ्गं निष्पन्नसमये तत्र तिङ् प्रत्ययः न दृश्य पित् अस्ति चेत् न पश्यति. तत्र यासुकागमेन नित्वत् भवति तस्मात् केवलं नित्वत् एव दृश्यते, पित्वं न दृश्यते, पित्वं न अस्ति. तस्मात् किमपि पित् निमित्तकम् अस्ति चेदपि यासु आगमनेन नित्वं भवति, तस्मात् गुणनिषेधः भवति. अङ्गयोगः पित् प्रत्ययस्य मध्ये यासुट् आगमः अस्ति, सः अङ्गं साक्षात् यासुट् आगमं पश्यति. यासुट् आगमः नित् अस्ति, अतः नित्वत् एव कार्यं भवति, गुणं भवति न भवति, गुणं न भवति, सः पित्वस्य किमपि कार्यं नास्ति. अतः आहत्य प्रत्यय पित्व अपित् अस्ति इति तस्य फलितार्थः भवति. सारांशः पठतु. सारांशः अस्मिन् करपत्रे बहु किमपि उक्तं. प्रत्ययानां व्युत्पत्तिः दत्ता यत् अदन्ते अनदन्ते भेदः वर्तते, येषां व्युत्पत्तीनां च बोधनेन महान् लाभः. तदा चतुर्विधाः सिद्धतिक् प्रत्ययाः प्रदर्शिताः, ये अस्माभिः सम्यक्तया बोध्याः, यतोहि सर्वाणि द्वितीयगणसमूहः तिङन्तरूपाणि तेषु आधारितानि. तर्हि अत्र अदन्त अङ्गानन्त अङ्गानां अत्र सिद्धतिङ् प्रत्ययानां भेदः कः अस्ति इति अस्माभिः दृष्टं, भेदः दृष्टः. तदनन्तरं प्रत्ययाः ये सन्ति तत्र चतुर्विधाः भवन्ति, अलादि अपित् अजादि पित् अलादि अपित् अजादि अपित्. प्रत्येक वर्गस्य तत्र भिन्नभिन्नकार्यं भवति. तत्र कार्यं कथमस्ति इति यदि वयं जानीमः चेत् अग्रे तत्र सुलभं भवति, तिङ्गप्रत्यय तिङ्गन्तरूपनिर्माणः सुलभं इति अस्ति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. वन् ए इति अस्ति खलु, अनदन्त अङ्गानां कृते सिद्धतिं प्रत्ययः सारः नूतनकरपत्रं, तदा उद्घाटयन्तु सर्वे. वन् ए पठामि वा? अत्र अपि वस्तुतः पश्यतु, केवलं पश्यतु, तत् करपत्रे पुनः सारः एव लिखितः अस्ति. पूर्वस्मिन् करपत्रे अस्माभिः पठितं, सारः लिखितमस्ति. तर्हि रेडि रेकनर् अस्ति इति चिन्तयतु, नाम अग्रे गत्वा प्रत्ययः किम् अस्ति अहं न स्मरामि इति अस्ति चेत् अस्मिन् करपत्रे शोधयतु. तत्र ओ परस्मैपदी अस्ति, ओ अजादिपिर् अस्ति वा न वा न अहं न जानामि, विस्मरामि. तर्हि अस्मिन् करपत्रे तर्हि अत्र रेडि रेकनर् इति इव अस्ति. तत्र परस्मैपदी, आत्मनेपदी, सिद्धतिङ् प्रत्ययः के सन्ति, तत्र हलादि के सन्ति, अजादि के सन्ति, पितः के सन्ति, अपितः के सन्ति, इति सर्वं लिखितमस्ति. तर्हि पुनः पठनस्य आवश्यकता नास्ति, परन्तु जानातु, तर्हि अत्र अग्रे गत्वा अस्य करपत्रस्य आवश्यकता भविष्यति इति अस्ति. अस्तु, इदानीम् अनदन्तानाम् अङ्गानां कृते सिद्धतिङ्गप्रत्ययस्य सिद्धतिङ्गप्रत्ययानां निर्माणः इति सर्वं समाप्तम्. इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अस्तु महोदय, एतानि सर्वाणि तु सार्वधातुकलकारेभ्यः एव खलु? आमाम्, इदानीं सर्वं केवलं लट् लोट् लङ् विधि. अस्तु, वयम् अग्रिम अर्धधातुकलकार अपि पठामः किम्? आमाम्, अग्रे आगच्छतु. तत्र कार्यमेव भिन्न, तत्र गण विकरणप्रत्ययः नास्ति, परन्तु भिन्नविकरणप्रत्ययः भवितुं शक्नोति. लकार विकर्ण लकारभेद विकर्णप्रत्ययः इडागमः भवितुं शक्नोति, तत्र भिन्नकार्यम्. अस्तु, इदानीं स्वादिगणः इति विषयः अस्ति. इदानीं अस्तु, इदानीं पञ्चनिमेषाः एव सन्ति, अतः अहमेव किञ्चित् सारांशरूपेण वदामि. परपत्रम् अग्रिमरविवासरे एव वयम् आरभामः. तत्र स्वादिगणः अस्ति, म्यूट् करोतु खलु. तत्र स्वादिगणः अस्ति, स्वादिगणः इति विकरणप्रत्ययः अस्ति श्नु. तर्हि चिनु, शक्नु इति विकरणप्रत्ययः इति अस्ति, अङ्गं भवति. तर्हि पश्यतु, अत्र अङ्गं यत् अस्ति तत् उकारान्त अङ्गमस्ति, अङ्गस्य अन्ते उकारः अस्ति. अतः सिद्धतिङ् प्रत्ययस्य कृते गुणस्य प्रसक्तिः भवितुं शक्नोति. यदि प्रत्ययः पित् अस्ति तर्हि उकारस्य ओकारः भवति, गुणः भवति. तर्हि शक्नोति, चिनोति इति अस्ति, तर्हि अतः गुणकार्यं भवति. तत्र एकः प्रथमः तत्र मुख्यभेदः अस्ति. तत्र सिद्धतिङ्ग् प्रत्ययस्य आधारेण गुणकार्यं भवितुं शक्नोति, शक्नोति, चिनोति. तत्र प्रत्यपित् अस्ति चेत् गुणः भवति, अत्र प्रत्यपित् नास्ति चेत् गुणः न भवति इति एकः भेदः अस्ति. तदनन्तरं पश्यतु, यदि प्रत्ययः अपित् अस्ति तत्रापि एकं भिन्नकार्यं भवति. यदि प्रत्ययः अपित् अस्ति तर्हि सार्वधातुकार्धातुकयोः इति सूत्रेण तु गुणकार्यं न भवति. परन्तु यदि प्रत्ययः अजादि अस्ति तर्हि एकं भिन्न अङ्गकार्यं भवितुं शक्नोति. अचिष्णु धातु ब्रुवां युवोर् यङुवङ्गौ इति सूत्रमस्ति खलु. तर्हि अस्माभिः अचिष्णु धातु ब्रुवां युवोर् यङुवङ्गौ इति सूत्रं तुदादिगणे अस्माभिः पठितं. धातुः यदि धातुः धातु यदि इकारान्त उकारान्त अस्ति चेत् अग्रे अजादिप्रत्ययः अस्ति चेत् इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति भवति. परन्तु इदानीम् अपि अचि श्नु अस्ति खलु, अचि श्नु धातु ब्रुवां. तर्हि इदानीं यदि श्नु अपि अस्ति अन्ते तर्हि अग्रे अजादिप्रत्ययः अस्ति चेत् तत्र उस्थाने उवङ् भवति. अतः मया पूर्वम् उक्तं यत् प्रत्ययः अपि अस्ति चेत् अजादि हलादि केवलं सन्धिकृते नास्ति, परन्तु अङ्गकार्यमपि भवितुं शक्नोति. तर्हि अजादि अपित् इति सूत्रस्य कृते इदानीं स्वादिगणे एव अस्माकं नूतनकार्यमस्ति. अचिष्णु धातु ब्रुवां युवोर्यङौ इति सूत्रेण श्नु अस्ति चेत् उकारस्य स्थाने उवङ् भवति. तर्हि पश्यतु कि कुत्र वयं ज्ञातुं शक्नुमः उवङ् शक्नुवन्ति भवति खलु, शक्नुवन्ति इति भवति. तत्र शक्नुवन्ति मध्ये उवङ् आदेशः भवति. तत्र नूतनसन्धि, तत्र केवलं सन्धिकार्यमस्ति चेत् यण् सन्धि भवति, परन्तु उवङ् आदेशः भवति इति अङ्गकार्यमस्ति. अचिष्णु धातु ब्रुवां युवोर्यङ् उवङ्गौ इति सूत्रं. तर्हि इति एकं नूतनकार्यमस्ति. तदनन्तरं यत् तदनन्तरम् अन्य अपि यत्र यदि प्रश्न तत्र उकारस्य स्थाने उवङ् खलु. आमाम्, उकारस्थाने उवङ्ग् सत्यं. तदनन्तरं अत्रापि यत्र यदि सम्प्रसारणस्य प्रसक्तिः अस्ति तर्हि सम्प्रसारणं भवति, यतोहि प्रत्ययत् अस्ति तत् अपित् अस्ति. तर्हि अत्र पश्यतु, श्नु इति अपित् प्रत्ययः अस्ति, तस्य कृते अपि अङ्गकार्यं भवितुं शक्नोति. तिप् इति तिङ् इति प्रत्ययस्य कृते अपि अङ्गकार्यं भवितुं शक्नोति. तर्हि अत्र अङ्गकार्यस्य निमित्तं श्नु इति कृते अपि अङ्गकार्यं भवति, तिङ् इति कृते अपि अङ्गकार्यं भवति. इदानीं पर्यन्तम् अदन्त अङ्गानां कृते एतादृशस्थितिः नास्ति, यतोहि यत्र यत्र अदन्तमङ्गमस्ति अन्ते अकार अस्ति तत्र किमपि तिङ्गप्रत्ययस्य कृते अङ्गकार्यं नास्ति. तत् गुणः कुत्रापि गुणः न भवति इति कारणेन. परन्तु इदानीं तिङ्गप्रत्ययस्य कृते अपि गुणकार्यं भवितुं शक्नोति, अङ्गकार्यं भवितुं शक्नोति. श्नु इति प्रत्ययस्य कृते अपि अङ्गकार्यं भवितुं शक्नोति. तर्हि अङ्गकार्यम् उभयत्र भवति. तर्हि इति एकं भेदमस्ति. तदनन्तरं नूतनसूत्राणि अपि सन्ति, वयम् अग्रे पठामः यदा पाठः पठिष्यामः तत्र. तदनन्तरम् एकम् अस्ति यत् सकारस्य स्थाने चकारः भवति, चिनोषि इति अस्ति मध्यमपुरुष एकवचन लट्लकारे चिनोषि, तत्र सकारस्य स्थाने शकारः भवति. तत् सकारस्य स्थाने शकारशत्वं किमर्थं भवति? अदन्त अङ्गे नास्ति, यतोहि अदन्त अङ्गे आदेशप्रत्ययसूत्रस्य प्रसक्तिः एव नास्ति, तत् नूतनकार्यमस्ति. तत् बहुत्र नूतनकार्यं नूतनकार्याणि सन्ति, कुत्र कुत्र नूतनकार्याणि न अपि सन्ति, पुरातनकार्याणि अपि सन्ति एव सन्ति. तर्हि एतत् सर्वम् अग्रे अग्रिमरविवासरे स्वादिगणस्य विषये वयं पठामः. महोदय एकः प्रश्नः, डौट्. अत्र यासुत् परस्मैपदेषु धातु मिच्च इति सूत्रं किल, अत्र किमर्थम् उदात्तो इति आगच्छति? उदात्तविषये तत्र उच्चारणे अस्ति, तत्र इदानीं तस्य ज्ञानं नास्ति. उदात्त इति अस्ति खलु, अनुदात्त. आम् आम्, इदानीं तस्य ज्ञानम् आवश्यकं नास्ति, लोके नास्ति, इदानीं तस्य तत्र तस्य केवलं यासुट् आगमः भवति, तद् निश्चितम्. अस्तु, तर्हि समयः समाप्तः, अग्रिमरविवासरे मेलिष्यामः. अग्रिमरविवासरे वर्गः अस्ति वा? अग्रिमरविवासरे वर्गः किमर्थं नास्ति? दीपावलि शनिवारे शनिवासरे अस्ति खलु, शनि अपि भानुवासरे अपि भानुवासरे नूतनवर्षः अस्ति, फस्ट् डे न. शनिवासरे नरकचतुर्दशी अस्ति, भानुवासरे अमावास्या अस्ति. न, ऐ थिङ्क् नूतनवर्ष अपि च बलिपाडमी सोमवासरे अस्ति. एवमस्ति वा, पश्यामि. यदि भानुवासरे दीपावलिः अस्ति चेत्, यदि भानुवासरे रात्रौ दीपावलिः अस्ति चेत् वर्गः न भविष्यति, अहं पश्यामि किम् अस्ति. शनिवासरे रात्रौ भानुवासरे पाककाले, तदेव, तथा भानुवासरे रात्रौ दीपावलिः नास्ति. अस्तु, अहं प्रेषयामि पत्रं किमस्ति. दीपावलि शुभाशयाः जि. शुभाशयाः सर्वेषां. धन्यवादः, धन्यवादः महोदय, शुभदिनम्.